दक्षो दक्षः क्रतुपतिरधीशस्तनुभृता मृषस्य वपुषा धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं प्रसन्तं तेद्यापि त्यजति न मृगव्याधरभस स्मर महिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयनय विष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः।